गीतास्ति आरम्भश्लोकं वक्तुम् इच्छति वा, जानाति वा? आं भगिनि, वदतु। अस्तु भगिनि, येनाक्षरसमाम्नायमधिगम्यमगेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः, येन धौतागिरः पुंसां विमलैः शब्दवारिभिः समश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः, वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। ॐ श्रीगणेशाय नमः। ॐ श्री सरस्वत्यै नमः। ॐ श्री वाग्देव्ये नमः। श्रीगुरुभ्यो नमः। हरिः ओम्। अस्तु, व्याकरणविषये सर्वेषां कृते सुस्वागतम्। अत्र इदानीं वयं बलाबलचिन्तनं किम् अस्ति इति वयं दृष्टवन्तः। अत्र सुपीच बहुवचने चलिये एतत् पृथक्तया, अनन्तरं वृद्धिरेचि गुणसन्धिः एतत् स्वीकृत्वा अत्र समीचीनतया अत्र कृतवन्तः। इदानीम् अत्र एतत् विषये चित्रमपि दृष्टवन्तः। अनन्तरम् अत्र पूर्व सूत्रात् परसूत्रं, परसूत्रात् नित्यसूत्रं, नित्यसूत्रात् अन्तरङ्गसूत्रम्, अन्तरङ्गसूत्रात् अपवादानं, यत् एतदेव उत्तरे यत् अस्ति एतदेव बलीयः इति दृष्टवन्तः। समानकाले अत्र सूत्रम् आगत्य कार्यं करोति चेत् अत्र विप्रतिषेधे परं कार्यम् इति सूत्रम् आगत्य किं सूत्रं प्रथमम् आगन्तव्यम् इति सूचयति। अनन्तरं नित्यसूत्रात् अन्तरङ्गसूत्रं बलीयः, अन्तरङ्गसूत्रात् अपवादं बलीयः इति एव दृष्टवन्तः। अनन्तरं तुदादिगणीयः तुदादिभ्यश्चः इति स्वीकुर्मः चेत् अत्र गुणः प्रसक्तिः भवति, परन्तु एतत् बाधित्वा एव अत्र तुदति एव तिष्ठति, अत्र तोदति इति अनिष्टरूपम्, अतः तत्र गुणकार्यं न भवति उगतलघुपदस्य च इत्यनेन। अनन्तरं यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गं, प्रत्ययस्य कुत्र भवति एतत् यस्मात् विधिः प्रत्ययविधिः भवति तस्मात् एव अत्र अङ्गं भवति इति दृष्टवन्तः। अनन्तरम् अन्तर्विषये अनन्तरं बहिरङ्गविषये किम् अभवत् इति अपि दृष्टवन्तः। इदानीं स्यु धातुः स्वीकुर्मः चेत् अत्र उणादिप्रत्ययं नकारः श्रूयते, अत्र स्यु विषये लोपो व्योर्वलि द्वोः सूडनुनासिके च भवन्तलघुपदस्य च एतत् त्रीणि सूत्राणि आगत्य कार्यं करोति, परन्तु यत् यत् यत्र भवति लोपो व्योर्वलि इत्यनेन वकार यकारविषये लोपः भवति, श्वोः सूडननासिके इत्यनेन तुक् सहितचकारस्य स्थाने शकार आदेशः भवति, वकारस्य स्थाने ऊट् आदेशः भवति। एतत् अग्रे आगच्छति एव, एतत् विषये उदाहरणरूपेण आगच्छति एव। अनन्तरं पुगन्तलघुपदस्य एतत्तु प्रसिद्धसूत्रमस्ति गुणविषये, सार्वधातुक अर्धधातुकयोः यथा भवति तादृशमेव अत्र पुगन्तलघुपदस्य च इत्यनेन अपि भवति। इदानीम् अत्र युकोयनच् विषये एव अत्र दृष्टवन्तः। युकोयनच् अप्यस्ति इति अत्र अस्ति, अपि इकारस्य स्थाने इकारः श्रूयते इति सर्वे जानन्ति एव, परन्तु अत्र त्रिचतुरो स्त्रियां तिसृचतसृ, त्रि इत्युक्ते तिसृ, चतुरः इत्युक्ते अत्र चतसृ इति स्त्रीलिङ्गपदम् अत्र आगच्छति इति, तत् स्थाने रस्व नद्यापो नुट् रस्वः स्थाने नदी आपः अस्ति चेत् अत्र नुट् आगमः, नुट् इत्युक्ते अत्र टकारः लोपः भवति, उकारः उच्चारणस्थानं भवति, नकारः एव तिष्ठति मध्ये आगत्य। अनन्तरं नामि इति अपि सूत्रं कार्यं करोति, रामाणाम् इति अस्ति खलु, तत्र नामि इति दीर्घत्वं भूत्वा नामि इति भवति। अनन्तरं त्रिचतुरो स्त्रियां तिसृ चतसृ इति अत्रैव उत्तरमस्ति, त्रिस्थाने तिसृ चतुरस्थाने चतसृ इति स्त्रीलिङ्गपदं स्वीकुर्मः। अनन्तरम् अत्र एतत् विषये एव अत्र इदानीम् अत्र त्रयस्त्रयः इति स्वीकुर्मः चेत् अत्र किं भवति इति वयं दृष्टवन्तः. त्रयस्त्रयः अत्र 7253 स्वीकुर्मः चेत् त्रयस्त्रयः अत्र त्रि शब्दस्य त्रि इति भवति अत्र त्रि शब्दः सर्वदा अत्र पुल् किम् अस्ति चेत् सर्वदा बहुवचनमेव अत्र अत्र त्रयः इति भवति त्रयः पदं तु अत्र इकारान्त नित्य बहुवचनमस्ति प्रातिपदिकं तु त्रि एव प्रातिपदिकं त्रि एव परन्तु पुल्लिङ्गपदं स्वीकुर्मः चेत् अत्र त्रयः एव भवति त्रिशब्दस्य अङ्गस्य आं प्रत्यये परे त्रयाणाम् इति अस्ति खलु आं प्रत्यये परे अस्ति चेत् त्रयः त्रय आदेशः भवति इदानीम् अत्र नामी अपि भवति अङ्गस्य दीर्घः त्रय इति स्वीकुर्मः चेत् आम् इति त्रयाणाम् इति अस्ति आं कुत्र भवति कदा भवति चेत् सु जस् अमौट् षष्टाभि अम्ब्यस् एतत् बृहत् सूत्रेण आम् इति षष्टि बहुवचनं स्वीकुर्मः विवक्ष अस्ति चेत् अत्र आम् इति एतत् सूत्रेण एव आगच्छति त्रयस्त्रयः इति स्वीकुर्मः चेत् अत्र एतत् त्रिस्थाने त्रय इति आदेशः पूर्णतया अनेकाचित् सर्वस्य अनेकाचित् सर्वस्य इति सूत्रेण एतत् सूत्रमपि अत्र आगत्य कार्यं करोति किमर्थं चेत् अत्र पूर्णतया आगच्छति त्रि इति इत् रेपः इकारः एतत् सर्वं भूत्वा एव आनुपूर्वीकुर्मः चेत् अत्र भवति इदानीम् अत्र त्रय पूर्णतया अत्र आदेशः भवति केन सूत्रेण चेत् त्रयस्त्रयः इति इदानीम् अत्र रस्व नद्यापो नुट् इति स्वीकुर्मः चेत् आं प्रत्यये परे अस्ति चेत् अत्र नुट् आगमः भवति नुट् मध्ये नकारः एव तिष्ठति इदानीम् अत्र नुट् आगमः भवति चेत् अत्र एतत् सूत्रमपि द्रष्टुं शक्यते एव अत्र आम् इति अस्ति खलु अत्र आ स्थाने नकारः आगत्य कार्यं करोति अतः तत्र नाम् इति भवति इदानीं नामी इति सूत्रेण अङ्गस्य दीर्घः भवति अतः त्रय इति अस्ति चेत् त्रया इति भवति इदानीम् अर्थकूप वाङ्नं व्ययवायेपि इति सूत्रे सूत्रं कार्यं करोति अतः एव अत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगत्य कार्यं करोति अतः एव अन्तिमरूपं त्रयाणाम् इति भवति त्रयस्त्रयः किं सूचयति त्रिस्थाने त्रय आदेशः भवति इति वयं एतत् सूचितवन्तः अनन्तरम् अत्र स्थानिवत् भावः कः इति चेत् स्थानिवत् भावः स्थानिवत् भावः कुत्र भवति कोऽपि वक्तुं शक्यते वा स्थानि इति कुत्र भवति स्थानिवत् भावः कुत्र भवति षष्ठीस्थाने उत्तमम् उत्तमं षष्ठीस्थाने एव स्थानिवत् भावः भवति अत्र समीचीनतन कुत्रापि वयं पठितवन्तः एतत् सप्तम्यन्तं पञ्चम्यन्तम् अनन्तरं प्रथमान्तम् इति स्वीकृतवन्तः प्रथमान्तम् आगत्य कार्यं करोति चेत् अत्र किं किम् अभवत् मया उक्तमेव आदेशः आगमः उत्तमम् अनन्तरं नामकरणं लोपः सर्वत्र अत्र एतत् प्रथमार्थं स्वीकुर्मः चेत् एतत् सर्वं भवति एव अस्तु इदानीं नाम इति संज्ञा भवति खलु संज्ञा इत्युक्ते अत्र अन्यपदम् अन्यविशेषण विषये अत्र संज्ञा इत्युक्ते किं भवति लघुसिद्धान्तकौमुद्यम् अनन्तरं वैयाकरणसिद्धान्तकौमुद्यम् एतत् दत्तमत्र किमस्ति चेत् संज्ञा इत्युक्ते शक्तिः, यत्र शक्तिः भवति अत्र शब्दस्य विषये, संज्ञाविषये, शब्दस्य विषये अर्थं भवति, अनन्तरम् अत्र बोधनमपि भवति किम् एतत् सूचयति इति. अस्तु, त्यजतु इदानीम्. अत्र स्थानिवत् भावः इत्युक्ते किम्? अत्र अनिल् महोदय पठतु. स्थानिवत् भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति. दृष्टान्ते चतुर्थीविभक्तौ रामयोगज्ञे इति स्थितौ नेर्यः सप्तमाध्यायप्रथमपादे त्रयोदशः सूत्रम् इत्यनेन अतः अङ्गात् नेः यः भवति नाम अदन्तात् अङ्गात् ने प्रत्ययस्य स्थाने य आदेशो भवति. रामयोगने रामयोगय अत्र सुपि च इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति ययादि सुप् प्रत्यये परे. सुप् प्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः. सु औ जस् अम् औट् षष्टा भ्यां भिष् ने भ्यं भ्यां भ्यस् नसि भ्यां भ्यस् नस् ओस् आं नि ओस् सुप्. अधुना य आदेशः यद्यपि ययादि किन्तु सुप् नास्ति अतः सुपि च इत्यस्य प्रसक्तिः न स्यात्. किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावो अपि तथा. स्थानिनः स्वभावस्य सुपि अध्यारिते यः प्रत्ययस्य सुप्त्वात् सुपि च इत्यस्य प्रसक्तिः भवति. रामयोगय सुपि च इत्यनेन अदन्ताङ्गस्य दीर्घादेशः रामाय इति रूपं सिद्ध्यति. अत्र स्थानिवदादेशो अन्देशो नल् नल् विधौ इति अतिदेशसूत्रम्. आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिसम्बन्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. स्थानिवत् भावः आदेशस्य स्वभावः. आदेशस्य यत्र आदेशः भवति आगमः भवति पूर्णतया अत्र पश्यामः चेत् अत्र आदेशः एव भवति. अत्र स्वभावः यकारः साधारणतया वकार यकार ककार एतत् सर्वं स्वीकुर्मः चेत् वर्णः स्वीकुर्मः चेत् अत्र वकार उत्तरवती अकारः यकार उत्तरवती अकारः ककार उत्तरवती अकारः तत् स्थाने एव आदेशस्य विषये परिवर्तनं भवति. अस्तु, इदानीमत्र दृष्टान्ते चतुर्विभक्तौ राम योः ने इति भवति. अत्र पश्यतु जस् अमौट् सत् ताभ्यां व्यस् नेभ्यां व्यस् इति अस्ति. अत्र ने इति सप्त चतुर्थीविभक्ति एकवचनम्. अत्र ने इति स्वीकुर्मः चेत् नेर्यः इति सूत्रेण पूर्णतया अत्र ने स्थाने यकारः आदेशः भवति. अतः एव रामाय इति शब्दं वयं स्वीकुर्मः. पूर्णतया अत्र राम एव खलु, किमर्थम् अत्र रामा इति आगच्छति चेत् अत्र बहुवचने जल्येत् इति अत्र कुत्रापि कार्यं करोति एव. अत्र इदानीं पश्यतु नेर्यः इति इत्यनेन अङ्गात् ने अस्ति चेत् यकारः भवति, नाम अदन्तात् अङ्गात् ने प्रत्ययस्य स्थाने यकारः आदेशः भवति. रामयोगः सुपि च इत्यनेन एव अत्र अदन्ताङ्गस्य स्थितस्य बहु रस्वाकारस्य स्थाने दीर्घ आकारः भवति. एतत् पूर्वमेव वयं दृष्टवन्तः सुपि च इति. इदानीमत्र रामयोगः ने अस्ति चेत् ने इत्यस्य स्थाने यकारः आदेशः भवति, अतः अनन्तरम् एतदेव तिष्ठति रामयोगः य. इदानीं सुपि च इत्यनेन अदन्ताङ्गस्य राम इति शब्दमस्ति चेत् अत्र अन्तिमवर्णः किं सूचयति चेत् मकार उत्तरवती आकारः, अतः तत्र अदन्तम् अङ्गमस्ति. स्थितस्य अकारस्य दीर्घ आदेशः भवति. ययादिप्रत्यये परे अस्ति चेत्, ययादिप्रत्यये परे अस्ति चेत् इदानीं तुप् प्रत्याहारे सु इत्यस्मात् आरभ्य तुप् पर्यन्तं पकारः सप्तमी बहुवचनपर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः सु औच समौचस्ताभ्यां व्यस् नेभ्यां व्यस् न्यसिभ्यां व्यस् न्यस् ओस् आम् नि ओसुप् इत्यनेन अधुना यकार आदेशः यद्यपि यञादि किन्तु सुप् नास्ति, अतः सुपि च इत्यस्य प्रसक्तिः न स्यात्. अत्र अदन्ताङ्गस्य दीर्घत्वं भवति इति तत्र दत्तं, किन्तु स्थानिवत् भावेन स्थानिकः स्थानिनः स्वभावः यथा आदेशस्य स्वभाव अपि तथा. स्थानिनः स्वभावस्य सुपि अद्या कृते य प्रत्ययस्य सुप्त्वात् सुपि च इति प्रसक्तिः भवति. रामयोगः या योगः सुपि च इति स्वीकुर्मः चेत् अदन्त अङ्गस्य दीर्घः आदेशः भवति इति सुपि च एतत् सूचयति. रामाय इति रूपं सिद्ध्यति. इदानीं स्थानिवत् आदेश अनल्विधौ इति सूत्रे अतिदेशसूत्रमस्ति. आदेशः स्थानिनिना तुल्यं भवति, किन्तु स्थानिवत् सम्बद्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. स्थानिवत् आदेशौ अनल्विधौ अल्विधिः अस्ति अनल्विधिः अस्ति. यत्र अल् सूचयति यत्र अकारः सूचयति एतत् विधिः भवति वा? अनल्विधिः यत्र अल् नास्ति अनल् एव नैतत्पुरुषसमासः न अल् अनल् एव. एतत् अतिदेशसूत्रमस्ति. आदेशः स्थानिनेन तुल्यं भवति, किन्तु स्थानिवत् सम्बन्धस्य अल् वर्णस्य आश्रयम् एतत् स्वीकृत्य एव अत्र विधिः अस्ति चेत् तुल्यं न भवति. अत्र इतोपि एतत् विषये पश्येम. सुपि च इति सूत्रेण एव अत्र वयं शब्दकोशमपि कृच्छेम. अत्र सुपि च इत्यनेनैव अत्र दीर्घः भवति, अतः एव रामाय. अनन्तरं नेर्यः इति सूत्रेण नेस्थाने यकारः आगत्य अन्तिमरूपं रामाय इति अत्र भवति. इदानीम् अत्र प्रकृते स्त्रियाम् इत्यस्य अत्र गीता अस्ति वा, गच्छति वा, अस्ति वा गीता श्रीधर? आं भगिनि अस्मि. पठतु. प्रकृते स्त्रियां. प्रकृते स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वे अर्थनिमित्तकत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति. स्त्रीयोगः आम् श्रेयस्त्रयः सप्तमाध्याये प्रथमपादे त्रिपञ्चाशत् श्लोकः इत्यनेन आमि परे त्रयादेशः त्रयः त्रययोगः आम् ह्रस्वनद्यापो नुट् सप्तमाध्याये ये प्रथमपादे चतुर्पञ्चाशत् श्लोकः इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः त्रययोगः नाम् नामी षष्टमपादे चतुर्थ अध्याये षष्टमध्याये चतुर्थपादे इत्यनेन श्लोकः इत्यनेन अजन्ताङ्गस्य श्लोकः नास्ति सूत्रमेव अस्ति. सूत्रम् अस्तु अस्तु अस्तु भगिनि. इत्यनेन अजन्ताङ्गस्य दीर्घ आदेशः भवति. नाम प्रत्यये परे त्रयायोगः नाम. अत्र एतत् पूर्वमेव वयं दृष्टवन्तः. स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वे सति बहिरङ्गत्वात् बहिरङ्गपदमस्ति स्त्री इति. अत्र त्रयस्त्रयः इति सूत्रेण त्रिस्थाने पूर्णतया त्रय आदेशः भवति. वयं दृष्टवन्तः आम् इति प्रत्यये परे अस्ति चेत् सु औच समौ औच षस् एतत् षष्टि बहुवचनरूपम् आम् अति आम् इति स्वीकुर्मः. अनन्तरं ह्रस्वनद्यापो नुत् नदी आप् आपः इति सूत्रम् इति पदम् अत्र शब्दम् आगच्छति चेत् अत्र नुत् आत्मकः भवति, अतः एव आम् स्थाने नाम् इति भवति. इदानीं नामी एतत् सूत्रमपि कार्यं कृत्वा अत्र त्रयस्थाने दीर्घादेशः ह्रस्व आकारस्य स्थाने दीर्घ आकारः भूत्वा त्रयाणाम् इति पदं मनसि स्थापनीयं, त्रयाणां कथं भवति इति. अनन्तरं त्रि इति प्रातिपदिकशब्दं सर्वदा बहुवचनमेव, सर्वदा बहुवचनं, एकवचनं द्विवचनं रामः रामौ रामाः तादृशं न भवति, सर्वदा बहुवचनमेव. बहुवचनं स्त्रीलिङ्गे नपुंसकलिङ्गे पुल्लिङ्गे तावदेव भवति. अत्र स्त्रीलिङ्गपदं स्वीकुर्मः, पुल्लिङ्गपदं स्वीकुर्मः चेत् त्रयः त्रीन् बहुवचनमेव. अनन्तरं त्रिभिः एतदपि बहुवचनं, त्रिभ्यः त्रिभ्यः त्रिभ्यः. अनन्तरम् अत्र त्रयाणाम् इदानीमेव दृष्टवन्तः त्रयाणां कथं भवति इति, त्रिषु इति भवति. एतत् सर्व एतत् सर्वे पुल्लिङ्गपदमस्ति, बहुवचने एव भवन्ति. अनन्तरम् अत्र स्त्रीलिङ्गे स्वीकुर्मः चेत् इदानीमेव त्रयस्त्रयः इति न त्रिचत, एतत् सूत्रं वयं दृष्टवन्तः पूर्वमेव, त्रिचतुरो स्त्रियाम् अस्ति चेत् स्त्रियाम् अस्ति चेत् त्रिस्थाने तिसृ चतुरस्थाने चतस्रु इति भवति. अतः तत्र स्त्रीलिङ्गपदं किं भवति, तिस्रः तिस्रः तिसृभिः, एतत् बहुवचनमस्ति तृतीय बहुवचनं, तिसृभ्यः तिसृभ्यः वयं जानीमः एव बहुवचनं किं चतुर्थी पञ्चमी. अनन्तरम् अत्र तिसॄणाम् इति भवति, तिसॄणाम् एतदपि बहुवचनं भवति. अनन्तरं तिसृषु इति भवति स्त्रीलिङ्गपदे. इदानीं नपुंसकलिङ्गपदं सर्वदा पुल्लिङ्गपदमेव, कुत्र अत्र प्रथमविभक्ति अनन्तरं द्वितीयविभक्ति अत्र परिवर्तनं भवति, अन्ये सर्वेषां कृते रामः इव एव भवति. अत्र नपुंसकलिङ्गपदे त्रीणि त्रीणि एव भवति, वयं जानीमः एव एतत् विषये. इदानीम् अत्र त्रिभिः त्रिभ्यः त्रिभ्यः, अनन्तरं त्रयाणां त्रिषु, यथा पुल्लिङ्गपदम् अस्ति तादृशमेव अत्र भवति. अतः तत्र सर्वदा त्रिशब्दः तु अत्र किं भवति, बहुवचने एव भवति. इदानीम् अत्र किं स्वीकुर्मः एतत् वयं जानीमः एव. इदानीम् अत्र महालक्ष्मी पठितुं शक्यते वा, नमस्कारः अधुना त्रयोदशस्य अनन्तरं त्रयायोगः त्रय आदेशस्य त्रय आदेशस्य त्रय आदेशस्य अनन्तरं त्रयायोगः नामः इति स्थितौ अपि नास्ति, मया पूर्वमेव उक्तं नामः इति त्यदादीनामः इति यत् पदमस्ति, त्यदादीनामः इति पदम् अस्ति, परन्तु अत्र नामः इत्युक्ते अत्र अकारः श्रूयते. त्यदादीनामः अत्र कुत्रापि अस्ति, एतत् एकनिमिषम् अत्र यादि अत्र पश्यतु त्यदादि त्य आदि नामः त्यदादीनाम् अह इति एव अस्ति अत्र कुत्रापि नामम् इति पदं नामः इति पदं मया पूर्वमेव दृष्टवन्तः इति चेत् अत्र नामः इति पदं नास्ति एव नाम एव पदम् अत्र नाम त्यदादीनां त्यदादीनाम् अह इति प्रतिमस्ति अत्र अतः अत्र नामः इति पदं कुत्रापि नास्ति एव पठतु नाम इति त्रया योग नाम इति स्थितो स्थानि स्थानीद्व स्थानीद्वब भावेन तिसृ आदेशः इत्युक्तो स्थानिवत् भावेन स्थानिवद् भावेन स्थानिवत् भवति धकारस्य स्थाने धकारः आगत्य जलां जषन्ते इति सूत्रेण अत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः आगत्य स्थानिवद् भावेन इदानीं मया पठितं खलु यत्र मया पठितम् अत्र पूर्वमेव मया स्थानिवत् भावेन इति अत्र पश्यतु स्थानिवत् भावेन इदानीं महोदयेन एतत् पठितमेव स्थानिवत् तादृशम् अत्र श्रोतव्यं किम् अभवत् इति स्थानिवत् भावेन तिसृ आदेशः इत्युक्ते त्रय इति आदेशः त्रिशब्दः इव अस्ति त्रियोगः नाम एकदेशविकृतम् अनन्यवत् इति परिभाषया एकदेशविकारः जातश्चोदपि चेदपि जातः चेत् अपि आम् आम् जातश्चेदपि अनन्यवत् न भवति अनेन त्रय इत्यस्मिन् दीर्घादेशः त्रया इति जातः चेदपि त्रया इतिवत् त्रया इव भवति अनेन त्रयादेशस्य स्थानिवद् भावेन त्रियोगः नाम इति स्थितिः अत्र पश्यतु एकदेशे एकस्मिन् पक्षे एकस्थले विकृतिः प्रकृतिः इति भवति प्रकृतिः इति काष्ठम् अस्ति अस्माकं समीपे काष्ठम् अस्ति अत्र विकृतिः अस्ति चेत् काष्ठेन अत्र आसन्दः भवितुम् अर्हति अनन्तरं सर्वदा किं किम् अस्ति मूलभागम् अस्ति एतत् परिवर्तनं कुत्र भवति एतदेव विकृतिः भवति एकदेशे विकृतिः भवति चेत् अनन्यवत् इति परिभाषया अत्र परिभाषासूत्रं द्रष्टुं शक्यते एव पश्यम् एतदपि किं भवति इति थर्टि सेवेन् अस्ति अत्र एकदेश अत्र पठतु भगिनी एव पठतु द्रष्टुं शक्यते खलु आम् अत एकदे परिभाषेनन्दु न अत्र ब्लू कलर् अस्ति खलु नील कलर् नीलवर्णमस्ति अत्र पठतु एकदेश विकृत मनन्यवत् विकृतम् अनन्यवत् विकृतम् अनन्यवत् अनन्यवदीयस्य अन्यवत् अनन्यवत् इत्यस्य अत्र एकनिमिषम् अनन्यवत् इत्यस्य अन्यवत् इति अर्थः अन्यवत् इति अन्यवत् न इति अर्थः अन्यवत् न इत्यर्थः अनन्तरं तत्र अन्य सादृश्यनिषेधः अनन्यवत् भावः सुतरां नितराम् अतः एव तादृश आदर्शबोधः किमर्थं चेत् अत्र किमस्ति चेत् एकदेशविकृति अत्र त्रय इति स्वीकुर्मः चेत् त्रया इति भवति त्रया इति भवति पूर्वं दृष्टवन्तः अत्र आं प्रत्ययम् अस्ति चेत् अत्र नुट् आगमः भवति अनन्तरम् अत्र त्रयस्थाने नामी इत्यनेन त्रया इति भवति नामी इत्यनेन अत्र ह्रस्व नद्यापो नुट् इत्यनेन नकारः भवति आम् इति स्थाने इदानीं त्रय इति स्वीकुर्मः चेत् नामि इत्यनेन त्रय अत्र एकदेशविकृतिः विकृतिः नाम स्वर्णमस्ति एतत् पृथक्तया अस्ति अनन्तरम् एव अत्र आभूषणं भवति पूर्णं स्वर्णमस्ति एतत् एकदेश अस्ति अनन्तरम् अत्र आभूषणं कृत्वा अत्र विकृतिः भवति स्वर्णं प्रकृतिरूपेण अस्ति आभूषणं कृतम् अनन्तरम् यत्र तत् स्थाने विकृतिः भवति इदानीं त्रय इति स्वीकुर्मः चेत् नामि इति सूत्रेण एकदेश अत्र विकृतिः भवति अनन्यवत् इति परिभाषया एकदेशविकारः भवति विकारं भवति खलु प्रथमं वयं सर्वे शिशवः अनन्तरं बालकपर्वम् अनन्तरं युवपर्वम् अनन्तरं वृद्धः एतत् विकृतिः भवति खलु भवति वा न वा आम् विकारः षड् विकारः अस्ति जायते परिणमते अनन्तरं वर्धते अनन्तरं शीयते अनन्तरं मरणम् अन्तिमस्थानं स्वीकृत्य षड् विकारः मनुष्येषु अपि अस्ति तादृशमेव अत्र विकारः भवति एकदेशविकृतम् अनन्यवत् न अन्यत्र तत् स्थाने एव त्रयस्थाने त्रया इति भवति अनेन त्रय इत्यस्मिन् दीर्घ आदेशः त्रया इति जातः चेदपि त्रय इतिवत् त्रय इव भवति अतः एव किञ्चित् स्थाने त्रयः एव भवति त्रयः किं भवति बहुवचने पुल्लिङ्ग बहुवचने त्रयः अत्र ऋत्वविसर्गो कार्यं कृत्वा त्रयः इति भवति अनन्तरं त्रीन् इति भवति तत्र त्रि इति श्रूयते एव त्रय इति भवति त्रयः इति भवति एतत् श्रूयते एव अनेन त्रयादेशस्य स्थानिवत् भावेन त्रि इति एव अस्ति खलु तत्र एव परिवर्तनं भवति एतत् एव स्थानिवत् भवति स्थानिवत् यत्र भवति आदेशः यत्र भवति तत् स्थाने एव स्थानिवत् भवति इदानीं त्रि स्वीकुर्मः अत्र त्रय इति भवति किमर्थं चेत् अत्र त्रि इति स्थानिवत् भावः अत्र एव आदेशः भवति अनिल् महोदय क्लेशः अस्ति वा प्रश्नः अस्ति वा पृच्छतु अनिल् अस्ति वा आम् आम् महोदय अत्र क्लेशः अस्ति वा एतत् किञ्चित् कालानन्तरमेव मनसि सम्यक्तया तिष्ठति पुनरपि रटनं अत्र अभ्यासः करणीयमेव अत्र किमपि नास्ति त्रि इति स्वीकुर्मः चेत् तत् स्थाने एव त्रया इति आदेशः भवति खलु आदेशः कुत्र भवति यत् स्थाने आदेशः भवति तत् एव स्थानिवत् भवति खलु तावदेव एतत् स्थानिवत् मनसि समीचीनतया अत्र स्थापनं करोतु सर्वे स्थापनं करोतु किमर्थं चेत् स्थानिवत् भावः पूर्णतया यत्र पाणिनीयसूत्रं पठितुं शक्यते वृद्धः अपि युवः अपि बालकः अपि सर्वाणि स्थानानि अत्र स्थानिवत् भावः आगत्य कार्यं करोति एव. अतः स्थानिवत् भावः इति बहु मुख्यकार्यमस्ति अत्र. त्रि इति स्थाने एव नामि इति सूत्रेण त्रया इति आदेशः भवति. अतः त्रिस्थाने यत्र आदेशः भवति तत् स्थानम् एव स्थानिवत् भवति. सर्वे अवगच्छति वा अवगच्छन्ति वा? कुत्रापि क्लेशः अस्ति चेत् अत्रैव पृच्छतु. किमर्थं चेत् स्थानिवत् भावः सर्वदा भवति एव. कुत्र भवति चेत् यत् स्थाने आदेशः भवति तत् स्थानम् एव स्थानिवत् भावः. समीचीनं. क्लेशः भवति वा अन्तलक्ष्मी? अवगतम्. अस्तु, इदानीम् अत्र अत्र अन्तलक्ष्मी पठितुं शक्यते वा? अहं पठामि. नमस्कारगम. नमस्कारगम, पठतु. तस्मात् च त्रिचतुरो स्त्रियां तिसृ चतुश्चतसृ इत्यस्य प्रसक्तिः. तिसृ योगः नाम त्रिचतुरो स्त्रियां तिसृ चतसृ. समीचीनतया पठितवती, उत्तमम्. अतः एव पठनसमये अत्र कर्णः दातव्यमेव. किम् अस्ति, स्थानिवत् भावः अस्ति वा? अत्र अन्य कोऽपि पठितवन्तः अस्माकं कृते किमपि कार्यं नास्ति इति गतवन्तः चेत् अत्र एतत् सर्वाणि पदानि श्रोतुं न शक्यते एव. उत्तमं, पठतु, अग्रे पठतु. तिसृयोगः नाम तदा नामी इत्यनेन अजन्ताङ्गस्य दीर्घदिशो भवति. नाम प्रत्यये परे दीर्घ आदेशः. अत्र अजन्त अङ्गस्य, अत्र अजन्त इति अदन्तं श्रूयते, अङ्गस्य अपि अकारः श्रूयते. अकार अकारमेलनेन अजन्ताङ्गस्य. अनन्तरं दीर्घादेशः, दीर्घादेशो. अत्र उत्तमं भूत्वा दीर्घादेशो दीर्घादेशो इति भवति. अत्र दीर्घः दीर्घ अनन्तरं विसर्गस्य स्थाने अत्र आदेशः भवति. किं भवति चेत् अत्र अकः सर्व सवर्णे दीर्घः इत्यनेन एव अत्र दीर्घादेशो भवति. सर्वं जानाति एव. किमर्थम् अत्र क्लेशः अस्ति पठनसमये? दीर्घादेशः दीर्घ आदेशः. पठतु. दीर्घादेशो भवति नाम प्रत्यये परे अस्यां स्त्रीतौ अस्यां स्थितौ न तिसृ चतुसृ इति दीर्घ दीर्घबाधकसूत्रस्य अवसरः स्यात्. अनेन अस्य सूत्रस्य व्यर्थता वारिता इत्युक्ते वर्जनं भवति, अत्र त्यक्तं भवति. अत्र न तिसृ चतसृ इति सूत्रं कार्यं करोति वा इति एतत् सूत्रं बाधकसूत्रमस्ति. कस्य बाधकसूत्रं? तिसृ चतसृ, तिसृ चतसृ स्त्रियां तिसृ चतसृ इति सूत्रस्य बाधकसूत्रं न तिसृ चतसृ इति भवति. अत्र वारितं भवति, अस्मात् अवसरः नास्ति एव. तिसृ चतसृ इति त्रिस्थाने तिसृ, चतुरस्थाने चतसृ इति भवति. अत्र अतः तत्र न तिसृ चतसृ इति सूत्रस्य प्रसक्तिः नास्ति. एतत्तु बाधकसूत्रमस्ति अत्र. अनन्तरम् अत्र शान्ता अस्ति वा? शान्ता सुब्रह्मण्यन् पठतु. नमस्कारः. परन्तु नमस्कारः. अर्थानिमित्तकत्वं स्वीक्रियते चेत् यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिसृ आदेशस्य अपेक्षया नामी इत्येन दीर्घादेशः अपि अन्तरङ्गं, यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति, अतः त्रयायोगः नाम अन्तरङ्गत्वात् दीर्घानन्तरं स्थानि स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति। लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति नाम एकवारमेव भवति, अतः तिस्र आदेशात् पूर्वं तस्मिन्नेव स्थाने दीर्घादेशः भवति चेत् पुनः न भवितुम् अर्हति। अस्यां दशायां न तिस्र चतुस्र इति दीर्घानिधिनिदेशकसूत्रं व्यर्थं भवति एव। अस्य निवारणार्थम् अर्थानिमित्तकत्वं न स्वीक्रियते। अत्र पश्यतु, अर्थनिमित्तकत्वं स्वीक्रियते चेत् अत्र शब्दे अर्थमपि अस्ति, अनन्तरं शब्दम् इति अत्र अर्थमस्ति चेत् स्वीक्रियते चेत् यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, त्रय एव अस्ति, इदानीं नामी इति सूत्रेण त्रयादेशः भवति, एतत् अन्तरङ्गं भवति, तया एव रीत्या तिसृ आदेशस्य अपेक्षया तिसृ अपेक्षया अस्ति चेत् अत्र नामी इत्यनेन दीर्घ आदेशः अपि अन्तरङ्गं, यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति, अतः त्रयायोः नाम अन्तरङ्गत्वात् दीर्घात् अनन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति। यत् पूर्वमेव अत्र तिसृ इति सूत्रं त्रि चतुरो स्त्रियां तिसृ चतसृ इति सूत्रम् आगत्य अत्र कार्यं भवति एव, प्रसक्तिः भवति, अतः त्रिस्थाने तिसृ इति पूर्वमेव अभवत्, तिसृ आदेशः स्यात् पुनः अत्र लक्ष्ये लक्षणन्यायेन लक्ष्ये लक्षणन्यायेन इति एकमस्ति अत्र, एतत् विषयेण अत्र वार्तिकेन अत्र दीर्घ आदेशः न भवति, त्रि इति अस्ति अत्र तिसृ इति भवति। लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं वयं जानीमः, लक्षणम् इत्युक्ते सूत्रमेव, सकृदेव भवति, सकृत् एव इत्युक्ते एकवारमेव, सकृदेव प्रपन्ना अस्मि इति सकृत् एव इत्युक्ते एकवारमेव। इदानीम् अत्र सकृत् एव पठितव्यम्, अत्र शकारः न अत्र प्रयोगं न कुर्मः, वर्णः सकार एव, सरस्वती सकारः, च इति अत्र दातुं शक्यते चेत् अत्र मलम् इति अर्थे मोशन् इति अर्थे आगच्छति, अतः वर्णव्यवहारविषये समीचीनतया पठितव्यमेव। सकृत् इत्युक्ते मलं मोशन् इत्यर्थे आगच्छति, सकृत् एव इत्युक्ते एकवारमेव भवति नाम एकवारमेव अत्र गतमेव एकवारमेव भवति, अतः तिसृ आदेशात् पूर्वं तस्मिन्नेव स्थले दीर्घ आदेशः भवति चेत् पुनः न भवितुम् अर्हति। पूर्णमेव त्रिस्थाने तिसृ इति आदेशः अभवत्, इदानीं त्रय इति पदं स्वीकुर्मः चेत् अत्र नामी इत्यनेन एव त्रयादेशः इति भवति, अत्र न तिसृ चतसृ इति कार्य सूत्रस्य व्यर्थं भवति, दीर्घनिषेधकसूत्रं व्यर्थं भवति एव, न तिसृ चतसृ न भवति, तिसृ चतसृ न भवति इति सूत्रम् अत्र व्यर्थं भवति। अस्य च निवारणार्थम् अर्थनिमित्तत्वं न स्वीक्रियते, अतः तत्र अर्थं किं भवति इति अत्र न स्वीकुर्मः, अर्थविषये अत्र न स्वीकुर्मः, अत्र लक्ष्ये लक्षणन्यायः इति अस्ति, यत् सूचयति एकस्मिन् स्थले एकस्मिन् लक्ष्ये यत्र लक्षणं सूत्रं पूर्वमेव अभवत् त्रिचतुरो स्त्रियां तिसृ चतसृ इति आगत्य कार्यं करोति चेत् अत्र पुनरपि अत्र न तिसृ चतसृ इति कार्यस्य सूत्रस्य व्यर्थं भवति. अत्र अर्थनिमित्तिकत्वं न स्वीक्रियते. अत्र किमपि अत्र मनसि स्थापयतु, अत्र अर्थं न सूचयति, न तिसृ चतसृ इति सूत्रं व्यर्थं भवति इति. इदानीम् अत्र अत्र स्त्री अर्थः इत्युच्यते, स्त्री इति अर्थः, तिसृ चतसृ इति स्वीकुर्मः चेत् अत्र स्त्री इति पदम् अत्र इतोपि अत्र पठितव्यमेव. अत्र अनिल् महोदय पठतु. अत्र स्त्री अर्थ इति उच्यते, लिङ्गम् अर्थनिष्ठम् इति उच्यते, अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गवत्वं वदामः व्यवहारे तथा वस्तुतः लिङ्गम् अर्थनिष्ठम्. स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते. विशेषयति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठम्. गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते. गृह्यते अर्थनिमित्ततया न गृह्यते, गृह्यते गृह्यते इत्युक्ते विशेषतया निमित्ततया न गृह्यते. अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते. अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते, किन्तु निमित्तानाम् उपादाने निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः. अपि च विशेष्यतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्याणि. इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते. अत्र गुणविषयं किम्, अर्थविषयं किम् इति अस्ति. अत्र इदानीम् अत्र स्त्री इति अर्थः स्वीकुर्मः चेत् तत्र लिङ्गमेव सूचयति. अकारान्तः पुल्लिङ्गः रामशब्दः इति स्वीकुर्मः चेत् तत्र लिङ्गत्वं वदामः व्यवहारे. अस्ति खलु, व्यवहारे एतत् रामशब्दं लिङ्गं भवति, पुल्लिङ्गम् इति भवति. वस्तुतः लिङ्गम् अर्थनिष्ठम्. अत्र लिङ्गमस्ति वा? आम् अस्ति. स्त्री इति अस्ति, राम इति शब्दमस्ति, अत्र लिङ्गं स्त्रीलिङ्गं भवति, रामः इति पुल्लिङ्गं भवति इति अर्थनिर्देशम् अत्र कुर्मः. इदानीमत्र स्त्रीत्वं गुणः अस्ति, अनेन शब्दः विशिष्यते. विशेषयति इत्यस्मात् स्त्रीत्वं यत्र गुणः भवति अत्र मनुष्येषु किं भवति? मनुष्यत्वं भवति. स्त्री इत्यनेन किं भवति? स्त्रीत्वं भवति. इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठं भवति. स्त्रीत्वम् इत्युक्ते अर्थनिष्ठम्. अनन्तरं यत्र यत्र कार्यं भवति पूर्णतया मनुष्ये मनुष्यत्वं, स्त्रियां स्त्रीत्वं तादृशं स्वीकुर्मः चेत् तत्र स्त्रियां स्त्रीत्वं भवति. एतत् स्वीकुर्मः. गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छति इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः व्यक्तिः भवति भवति खलु. अत्र व्यक्तिः इति समीचीनतया स्त्रीलिङ्गं पुल्लिङ्गम् इति अत्र व्यक्तिः भवति एव निमित्ततया गृह्यते एव. एतत् स्त्रीत्वम् इति निमित्तमस्ति. अत्र किं निमित्तं? स्त्री इति अस्ति पदमस्ति, राम इति शब्दं स्वीकुर्मः चेत् तत् पुल्लिङ्गम् इति अस्ति. एतत् निमित्तं भवति. किं निमित्तम्? अत्र पुल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् इति निमित्तमस्ति. अत्र एतदेव गृह्यते. अर्थः निमित्ततया न गृह्यते. अत्र अर्थः इत्युक्ते अत्र किं स्त्री अर्थः इति उच्यते. लिङ्गम् अत्र अर्थनिष्ठम् अर्थमेव, लिङ्गम् इत्युक्ते अर्थम् अर्थमिति अत्र गृह्यते एव विशेषणतया. अत्र सुन्दरः बालकः इति स्वीकुर्मः चेत् बालकः इति विशेष्यमस्ति, सुन्दरः इति विशेषणम् अस्ति. अतः तत्र अर्थः इति विशेषणतया स्वीकुर्मः चेत् निमित्तमत्र निमित्ततया एव गृह्यते. निमित्ततया इत्युक्ते स्त्रीत्व मनुष्यत्व तादृशम्. अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते. पूर्णतया अर्थम् इत्युक्ते अत्र लिङ्गमेव सूचयति इति प्रथमपङ्क्तिः वदति. अतः अत्र सम्पूर्णतया एतत् न त्यक्तव्यः. किन्तु निमित्तानाम् उपादाने, उपादाने इत्युक्ते उपाधिः यत्र अस्ति निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्याः. अत्र विशेषणमस्ति विशेष्यमस्ति, विशेष्यं बालकः, विशेषण अत्र सुन्दरः. तादृशमेव अत्र गुणविशेषः अत्र न स्वीकुर्मः, विशेष्यतया गुणः न ग्राह्यः. अपि च विशेष्यतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्याणि. इत्युक्ते अत्र निमित्तं किं भवति, लिङ्गं किं भवति, अत्र स्त्रीत्वं स्त्री स्वीकुर्मः चेत् अत्र अर्थः किं, स्त्रीत्वं भवति. अत्र रामः इति स्वीकुर्मः चेत् तत्र राम इति पुल्लिङ्गं स्वीकृतम्, एतदेव अत्र निमित्तं भवति. इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते. अत्र गुणः किं भवति इत्युक्ते अत्र स्त्रीत्वम् इति अस्ति, एतदेव गुणः अत्र, एतत् स्वीकृतम्. अत्र यत्र यत्र स्त्रीविषये स्त्रीत्वं, मनुष्यविषये मनुष्यत्वम्, अनन्तरं जातित्वं तादृशं भवति. यत्र यत्र कार्यः वस्तुतः भवति तत् एतत् स्वीकुर्मः. एतत् अत्र मनसि स्थापयतु. इतोपि अत्र किञ्चित् किमपि अत्र नूतनतया नास्ति, मनसि स्थापयतु. स्त्री अस्ति चेत् स्त्रीत्वं भवति, अत्र लिङ्गमपि अर्थविषये स्वीकुर्मः. एतत् मनसि स्थापयतु. अत्र निमित्तं किम् अस्ति इति सूत्रेण वयं वक्तुं शक्यते एव. इतोपि एतत् विषये चिन्ता मास्तु. अस्तु, अग्रे अनसूय पठितुं शक्यते वा तर्हि? अनसूया अस्ति वा? अस्तु, गोदमल् पठतु. गोदमल् अस्ति वा? अस्ति अस्ति. तर्हि तर्हि अग्रे प्रकृतिविषये सः अस्ति. श्रूयते वा मम वचनं? श्रूयते वा? श्रूयते. एकनिमिषम्. अत्र सः अस्ति, त्वम् असि, अहम् अस्मि, जानाति एव. अस्तु पठतु. तर्हि अग्रे प्रकृतिविषये स्थानो शब्दप्रसङ्गे कैटस्य प्राचीनानां वा मतं यत् यथा अर्धनिमित्तकत्वा भवति, अर्धनिमित्तकत्वं भवति तथैव संज्ञानिमित्तकत्वं भवति, संज्ञानिमित्तकत्वं भवति. संज्ञा अपि एकं निमित्तम्. नागेशः नवीनः च एव एतत् न स्वीकुर्वन्ति. अर्धप्रसङ्गे ते वदन्ति स्त्रीत्वम् अर्धनिष्ठं भवति, स्त्रीत्वं न शब्दः. शब्दशास्त्रे शब्दस्य प्राधान्यः गुणानां प्राधान्यं न. अर्धः न आश्रियते शब्दः एव निमित्तया आश्रियते अतः श्रीत्याम् इति कथने अपि तत् निमित्तया वक्तुं न शक्यम् एवमेव नागेशः वदति यत् संज्ञा न शब्दः अतः संज्ञा न निमित्तम् इति के कृतम् उङ्ग्लिकं तेरिल्ये हलो अस्तु समीचीनम् अत्र प्रकृतविषये स्योणशब्दप्रसङ्गे स्योण इति शब्दम् अत्र स्वीकुर्मः चेत् कैयट्टस्य इति एकं मतम् अस्ति एकः वार्तिकारः अस्ति अनन्तरं नागेशः अपि अस्ति अत्र कैयट्टस्य प्राचीनानां वा मतं यत् यदा अर्थनिमित्तिकत्वं भवति तदैव संज्ञानिमित्तिकत्वं भवति इति कैयटस्य मतं वदति यत्र अर्थनिमित्तिकत्वं भवति तत्र संज्ञा अपि भवति अर्थमित्युक्ते किम् अत्र एकः यजमानः अस्ति सः तस्य किङ्करेण किङ्करः समीपे उक्तवान् गाम् आनय गाम् आनय इति गौः आनय सः तु गतवान् तत् समये एकः बालकः तिष्ठति सः अर्थमपि न जानाति अनन्तरं संज्ञा अपि न जानाति संज्ञा इत्युक्ते नाम सः किङ्करः गतवान् आनीतवान् अत्र रज्जु अस्ति एतत् बद्ध्वा एकः पशवः पशु आगच्छति ओ एतत् एव गौः वा अनन्तरम् अर्थम् अस्ति चेत् तत्र चत्वारः पादाः सन्ति एतत् दृष्ट्वा एव अवगन्तुं शक्यते इदानीमत्र कैयट्टस्य प्राचीनीनां मतं प्राचीनानां मतं किं भवति चेत् यत्र आम् अर्थनिमित्तिकत्वम् अस्ति तत् स्थाने संज्ञानिमित्तिकत्वमपि भवति संज्ञा अपि एकं निमित्तम् अस्ति इति सः उक्तवान् तस्य मतं भवति परन्तु नागेशः इति नवीनमतम् अस्ति नवीनमतकारः अस्ति सः एतत् न स्वीकुर्वन्ति नागेशः इति किञ्च कश्चन किमस्ति वार्तिकारकः अस्ति अर्थप्रसङ्गे ते वदन्ति स्त्रीत्वम् अर्थनिष्ठं भवति स्त्रीत्वं न शब्दः इति सः उक्तवान् स्त्रीत्वम् इति न शब्दः अत्र नेस् एन् इ एस् एस् इति भवति मनुष्ये किम् अस्ति मनुष्यत्वं भवति तादृशम् अत्र स्त्रियां किम् अस्ति चेत् स्त्रीत्वम् अस्ति सः किम् उक्तवान् स्त्रीत्वम् इति शब्दः न इति उक्तवान् एतत्तु नागेशस्य मत व्यक्तिः अत्र मतभेदः अत्र शब्दशास्त्रे शब्दस्य प्राधान्यं शब्दशास्त्रे शब्दमेव प्राधान्यं खलु गुणानां प्राधान्यं नास्ति इति स्त्रीपदं स्वीकुर्मः चेत् अत्र स्त्री इति नाम अर्थः एव प्राधान्यम् अत्र स्त्रीत्वं प्राधान्यं नास्ति इति तस्य मतस्य व्यवहारः अर्थः न आश्रियते शब्दः एव निमित्ततया आश्रियते अतः स्त्रियाम् इति कथने अपि तत् निमित्ततया वक्तुं न शक्यते अत्र किमपि स्त्रियामेव भवति अत्र अर्थमेव भवति अत्र इत्युक्ते नागेशः किं वदति स्त्रीत्वम् इति शब्दः नास्ति इति सः उक्तवान् स्त्रीत्वम् इति स्त्रियाम् इति स्त्रीपदमेव स्वीकुर्मः एतत् शब्दः एव एवमेव नागेशः वदति यत् संज्ञा न शब्दः अतः संज्ञा न निमित्तं शब्दः एव भवति अत्र स्त्री इति शब्दः एव भवति अत्र संज्ञा इति न शब्दः कुत्र भवति अत्र स्त्रीत्वम् इति शब्दः नास्ति इति नागेशस्य मतस्य अत्र प्राधान्यं भवति एतत् मनसि किञ्चित् स्थापयतु किं किम् अस्ति इति. अत्र इतोपि एतत् विषये चिन्तनं मनसि निधाय अत्र पश्यतु. तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम् इति निश्चीयते चेत् यस्य शब्द शास्त्रस्य शब्दस्वरूपनिमित्तम् अन्तर्भूतं भवति तद् अन्तरङ्गम्. तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तत् अन्तरङ्गम्. तद् अन्तरङ्गं भूतं च बहुविधम्. अन्तरङ्गं किम् अस्ति इति अग्रे पश्याम. अस्तु, शान्ता अस्ति वा? अन्तिमश्लोकं वदतु. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. हरि ओम्. हरि ओम् श्रीगुरुभ्यो. नमस्कारः. सर्वेभ्यः धन्यवादः. धन्यवादः भगिनि. प्रश्नः अस्ति चेत् अग्रिमवर्गे पृच्छतु. अस्तु, धन्यवादः.